नमस्कारः. गतरविवासरे अस्माकं विधिलिङ्लकारे परस्मैपदीधातूनां कृते सिद्धतिङ्प्रत्ययाः कथं निर्मीयन्ते इति अस्माकं चर्चा प्रचलिता. तत्र अस्माकं ये मुख्यसूत्राणि सन्ति तानि तु अस्माभिः पठितानि. अधुना एकवारं कुर्मः, तदनन्तरम् आत्मनेपदीधातूनां कृते कार्यं किं भवति इति पठिष्यामः. महोदय, एकवारं विधिलिङ्ग् सूत्राणां वदतुं शक्यं वा? अस्तु अस्तु, तर्हि पुनः एकवारम् अत्र अस्माभिः केवलं प्रथमपुरुष एव अस्माभिः कृतं, तर्हि पुनः एकवारं कुर्मः. अस्तु, तर्हि मीना महोदय, भवती एव आरभतु. अत्र विधिलिङ्ग् लकारे मुख्य मूलतिङ्ग् प्रत्ययः अस्ति तिप्. तिप् तिप् तिप् प्रत्ययस्य कृते किं किं कार्यं भवति सूत्राणां सूत्राणाम् आधारेण वदतु. अहं पठामि महोदय, मस्तके नास्ति इदानीं. पठतु. सूत्रं सूत्रमेव वदतु. हलन्त्यमिति रूपेण इतश्चेति न न सत्य समीचीनमस्ति. अवशिष्यते अदन्ताङ्गानां कृते यासुट् भवति. यासुट् तु सर्वत्र भवति, न केवलम् अदन्त अपि तु अनदन्त अङ्गानां कृते अपि यासुट् भवति. तर्हि परस्मैपदी धातुषु विधिलिङ्ग् लकारे यासुट् आगमः भवति केन सूत्रेण? केन सूत्रेण? यासुट् परस्मैपदेषु निच्च. हा, यासुट् परस्मैपदेषु दात्तो निच्च. तर्हि लिङ्ग् लकारे परस्मैपदी धातूनां यासुट् आगमः भवति. तत् आगमः तु नित्वत् भवति. नित्वत् तस्य अर्थं किं मीना महोदय? नित्वत् तस्य प्रयोजनं किम्? नित्वत् प्रयोजनं गुणनिषेधः. आमां महोदय, मीना महोदय, गुणनिषेधः, वृद्धिनिषेधः. तर्हि विधिलिङ्ग् लकारे मूलप्रत्ययः किमपि भवेत्, तत्र यासुट् आगमानन्तरं प्रत्येकप्रत्ययः नित्वद् भवति. नित्वद् भवति अतः निति च इति सूत्रेण सर्वत्र गुणनिषेध वृद्धिनिषेध इति भवति. तर्हि कार्यं बहु सरलं भवति, अत्र कुत्रापि गुणं सामान्यतया गुणकार्यं न भवति, अतः तस्य निच्च इति तस्य प्रयोजनम्. अस्तु, तर्हि यासुट् आगमः भवति. यासुट् आगमः भवति तदनन्तरं प्रत्ययस्य रूपं किम्? न, तत्तु अनन्तरं. प्रथमं तु यास् योगः त, यास् योगः तकारः. अधुना या स्थाने किं भवति? केन सूत्रेण? यासुट् परस्मैपदे न, तत्तु यासुट् अस्ति. यासुट् स्थाने इय केन सूत्रेण भवति? इतश्च न, अतो येयः. अतो येयः एकं सूत्रम् अस्ति, अस्माभिः गतरविवासरे पठितम्. अतो येयः, अतो येयः सूत्रं वदति अदन्तम् अङ्गम् अस्ति चेत् सार्वधातुक या इति प्रत्ययस्य स्थाने इय भवति. सार्वधातुक या इति प्रत्ययस्य स्थाने इय भवति. तर्हि अत्र यासुट् अस्ति, यासुट् अत्र तस्य अदन्त अङ्गम् अस्ति अत्र, यतोहि भ्वादिगणे, तुरादिगणे, चुरादिगणे, दिवादिगणे अङ्गः अङ्गम् अदन्तम् अस्ति. अतः तस्य अनन्तरं यत् यासुट् आगमः भवति तद् यासुट् आगमः सार्वधातुकम् अपि अस्ति, यतोहि विधिर्लकारः अस्ति, सार्वधातुकः अस्ति, अतः तस्य स्थाने इय इति भवति. तर्हि यास् योगः तकार तत्र भवति इय योगः तकार. तदनन्तरं किं भवति महोदय अन्तिमसोपानं किम्? इय योगः त तकार किं भवति महोदय? यास् योगः त इदानीं इय योगः. एकनिमिषः तत् कार्यम् एकवारं समापयतु. पृच्छामि, यास् योगः तकार इदानीं इय योगः तकार वा? आमाम् अस्तु. मीना महोदय किं अस्तु, तदेव कार्यमस्ति. मीना महोदय, यकारस्य किं स्थितिः भवति, का स्थितिः भवति? केन सूत्रेण? न, हलन्त्यं नास्ति खलु, अत्र उपदेशं नास्ति किमपि. अत्र अस्ति अतो येयः, क्षम्यतां, लोपोव्योरवलि एकं सूत्रमासीत्, तदपि अस्माभिः पठितं. तत्र वल् प्रत्याहारपरे यदि वल् प्रत्याहारस्य कोऽपि वर्णः अस्ति, तस्मात् पूर्वं साक्षात् पूर्वं वकारः अथवा यकारः अस्ति चेत् तस्य लोपः भवति. अस्तु, तर्हि एतत् तथैव अत्र पुनरदर्शनं वयं कुर्मः. तर्हि अत्र इय योगः तकारः अस्ति, तकारः वल् प्रत्याहारस्य वर्णः अस्ति, तस्मात् यकारः अस्ति पूर्वम्, अतः यकारस्य लोपः भवति. तर्हि सिद्धतिङ् प्रत्ययः भवति इत् इत्. तर्हि तर्हि अत्र एकं मुख्यसूत्रं यत् अस्ति तदस्ति यासुट् परस्मैपदेषु उदात्तो निच्छ. तद्वदति यत् लिङ्लकारे लकारस्य स्थाने यत् प्रत्ययः अस्ति तस्य प्रत्ययस्य स्थाने यदि परस्मैपदी अङ्गम् अस्ति चेत्, परस्मैपदधातुः अस्ति चेत् तस्य प्रत्ययस्य यासुट् आगमः भवति. यासुट् आगमः भवति, तत् आगमः तु णित्वत् भवति. अधुना यासुट् टित् अस्ति, अतः आद्यन्तौ टकितौ इति सूत्रेण आगमः स्थानिनः पूर्वं भवति. अतः यासुट् मध्ये उकारस्य टकारस्य इति संज्ञा भवति, यास् इति एव शिष्यते. तदनन्तरं यत्र अङ्गम् अनदन्तम् अस्ति, अनदन्तं, तत्र तु किमपि न भवति, यास् एव तत्र तिष्ठति. परन्तु अङ्गम् अदन्तम् अस्ति चेत् यास् स्थाने इय इति भवति, इय. तर्हि इय योग तिङ्प्रत्ययः. तदनन्तरं तिङ्प्रत्ययस्य प्रथमम् अक्षरं यदि वल् प्रत्याहारे अस्ति तर्हि यकारस्य लोपः भवति, वल् प्रत्याहारे नास्ति चेत् लकारस्य लोपः न भवति इति वार्ता अस्ति. तर्हि इत् इति भवति. अस्तु, तर्हि धन्यवादः महोदय, अग्रे गच्छामः. अनदन्तम् अङ्गम् अस्ति चेत् सकारस्य लोपः भवति वा? तर्हि अस्माभिः पठितं तदपि किञ्चित्. तत्र चिनु अस्ति स्वादिगणे, चिनु इति अङ्गम् अस्ति, ची धातुः अस्ति, श्नु विकरणप्रत्यये, चिनु अनदन्तमङ्गमस्ति. तत्र रूपं भवति चिनुयात्. सकारस्य लोपः वा? तत्र सकारस्य लोपः भवति, सत्यम्. अस्तु, कुर्यात् कुर्यात् अस्ति, चिनुयात् अस्ति, न तु चिनुयास्त्, तत्र नास्ति. तत्र अपि सूत्रमस्ति, तत् वयं पश्यामः अग्रे, यदा आगच्छति तदा वयं पश्यामः. अस्तु, तर्हि सर्वत्र सकारस्य लोपः भवति चेत् यासुट् किमपि आगमः भवति, तत्र सकारस्य लोपः कृतम् एव आगमः अनन्तसकारः लोपः भवति, अनन्तसकारः अत्र सूत्रमस्ति महोदय यत्र यत्र अग्रे सूत्रं यत्र पदस्य अन्ते संयोगः अस्ति तत्र संयोगस्य प्रथमवर्णः सकारः अस्ति चेत् तस्य सकारस्य लोपः भवति अनन्तस्य इति अनन्तस्य तर्हि अत्र अत्र अत्र एकम् अत्र अस्माभिः पठितं खलु एकं लङ् लकारस्य विषये अस्माभिः संयोगान्तस्य लोपः सूत्रं पठितं खलु तर्हि संयोगान्तस्य लोपः सूत्रं वदति यत् पदस्य अन्ते संयोगः अस्ति चेत् अन्तिमवर्णस्य लोपः भवति खलु परन्तु यदि परन्तु यदि सकारः अस्ति सकारः यदि अस्ति यदि संयोगे पूर्ववर्णं सकारः अस्ति तत्र तत्र तत्र अन्त्यवर्णस्य न अपि तु सकारस्य लोपः तर्हि तत्र सूत्रमस्ति अत्र अतः यत्र यासुट् अस्ति तत्र सकारस्य लोपः भवति न तु तकारस्य तर्हि अत्र लङ् लकारे झोन्त भवति अनन्तरं तत्र इकारस्य लोपः भवति अतः तकारस्य लोप अपि भवति अपठन् इति भवति तर्हि अत्र अत्र अत्र सूत्रं पश्यामः तर्हि यस्य अस्तु अष्टाध्यायी इति अस्ति खलु तर्हि तत्र पेज् 132 अस्ति पुस्तके तत्र अष्टमाध्यायस्य द्वितीयपादस्य अष्टमाध्यायस्य द्वितीयपादस्य 23rd सूत्रम् 8.2 संयोगान्तस्य लोपः इति सूत्रमस्ति तदनन्तरं रात्सस्य अस्ति तत्र रात्सस्य इति सूत्रं यत् अस्ति तत् सूत्रं यदा वयं दीर्घरूपेण यदा वयं पठिष्यामः अग्रे तत्र वयं पश्यामः यत् रेफः तत्र रात्सस्य इति सूत्रेण वयं ज्ञातुं शक्नुमः यत् सकारस्य लोपः भवति तत्र लिखितमस्ति सकारस्य लोपः क्षम्यतां राक्षसी इति सूत्रम् अपि अस्ति परन्तु अत्र सूत्रमस्ति न न स्कोः स्कोः संयोगादयोरन्ते च अत्र पठतु हा तर्हि संयोगान्तस्य लोपः इति लोपसूत्रं तदनन्तरं सकारस्य लोपकृते बहूनि सूत्राणि सन्ति राक्षस्य धी च झलो झलि रस्वादङ्गात् इट इटि तत्र अत्र स्कोः संयोगादयोरन्ते च इति सूत्रेण सकारस्य लोपः तर्हि अत्र अस्ति खलु संयोग आदि सकार ककारस्य लोपः भवति अग्रे आगच्छति अधुना तत् केवलं चिन्तनं कुर्मः अस्तु तर्हि इदमस्ति तर्हि प्रश्नः अस्ति वा इदानीं पर्यन्तं टिप् मध्ये किं भवति अस्तु अग्रे गच्छामः तर्हि सुमन् महोदय भवती वदतु तस् अस्तु एकनिमिषम् कुत्रापि उपरि गतवती इदानीं भवती वा करोतु तत्र न न पठित्वा करोतु अपठित्वा करोतु पठनस्य आवश्यकता नास्ति अस्तु प्रयत्नं करोतु तस् प्रयत्नं करोमि एकनिमिषम् वदतु तत्र तत्स्थाने तामादेशः तस्तस्थमिपां तान्तं तामः इति सूत्रेण तत्स्थाने ताम् अस्तु अग्रे अग्रे इदानीं तु झी अस्ति न न न ताम् तस्य अग्रे किम् खलु ओ अस्तु प्रत्ययस्य यासुट् आगमः भवति इदानीं यासुट् स्थाने इय आदेशः भवति अस्तु इययोगताम् इययोगताम् इदानीं तु यकारस्य लोपः भवति यतः तकार वाल्वर्णः अस्ति इदानीम् इयोग ताम् भवति इताम् आम् इताम् अस्तु धन्यवादः अग्रे सरला महोदय भवती वदति वा महोदय बहु कालान्तरम् आगतवती इदानीं अस्तु पठतु एकवारं ध्वनिमुद्रणमपि शृणोतु अग्रे मल्र महोदय करोति वा अग्रे झी आं महोदय झी झी स्थाने जुष् आदेशः भवति जे जे जुष् इति सूत्रेण जुष् उस् इति कथं भवति महोदय वदतु जकारस्य इत् संज्ञा भवति खलु केन सूत्रेण चुटु चुटु इति सम्यक् इत्संज्ञा चुटु इति भवति उस् भवति अतः उस् उस् भवति तदनन्तरम् उस् अजादि अवलादि अच्वर्णः अस्ति अत्र प्रथमम् उस् प्रथमम् उस् उस् तत्र अस्ति तस्य किम् आगमः कः भवति क्रमेण वदति यासु आम् आम् आगमः यासुट् इति सूत्रेण केन सूत्रेण केन तदनन्तरं सूत्रं यासुट् परस्मैपदे उदात्ते उदात्तो नित निच्च सत्यं यास् स्थाने इय आगच्छति सूत्रं सूत्रम् अतो अतो येः अतो येः अतो येयः येयः अतो हेः अतो हेयः भिन्नसूत्रम् अस्ति तत्तु लोट् लकारे अस्ति अतो येयः येयः तदनन्तरं उस् इति अच्वर्णः अस्ति वलादि नास्ति अतः यकारस्य लोपः न भवति सम्यक् अतः इययोगः उस् इयुस् युस् तदनन्तरं सकारस्य स्थाने रु तदनन्तरं रु ससजुषो रुः इति सूत्रेण रु आदेशः भवति तदनन्तरं करवसाने विसर्जनीय इति सूत्रेण विसर्गः भवति अतः इयुः इति रूपं भवति इयुः सत्यम् उत्तमं तर्हि अत्र इयुः भवति तर्हि महोदय मम प्रश्नः अस्ति अत्र झोन्तः अपि सूत्रमस्ति झेर्जुस् अपि सूत्रमस्ति कथं जानीमः झेर्जुस् कार्यं करोति न तु झोन्तः अपवादसूत्रं सत्यं सत्यं सत्यं जोन्तः इति जोन्तः सामान्यसूत्रम् अपवादसूत्रं झेर्जुस् झोन्तसूत्रस्य अपवादः अस्ति यतोहि झोन्तः सामान्यसूत्रमस्ति अपवादः अस्ति परन्तु झेर्जुस् केवलं लिङ्लकारे कार्यं करोति अतः अपवादम् अस्ति तर्हि इयुः धन्यवादः धन्यवादः धन्यवादः अस्तु तर्हि अग्रे रघुपतिमहोदय भवती करोतु भवान् करोतु सिप् अस्तु सिप् इति अस्ति अत्र पकारस्य लोपः सि अवशिष्यते महोदय सूत्रं सूत्रं सर्वत्र सूत्रमपि वदतु अस्तु हलन्त्यं तस्य लोपः इति पकारस्य लोपः इदानीम् इका सि अवशिष्यते इतश्च इति सूत्रेण इकारस्य लोपः सकार एव अवशिष्यते यासुट् इति आगमः भवति इदानीं यास्थाने इ आदेशः महोदय महोदय यास् केन सूत्रेण सूत्रमपि वदतु सर्वत्र यासुट् परस्मैपदे यासुट् परस्मैपदेषु उदात्तः निच्च इति सूत्रेण यासुट् आगमः भवति टकारस्य लोपः टकारस्य लोपः टित् अस्ति अतः पूर्वं भवति यास् अस्ति इदानीं यास्थाने इ आदेशः यास्थाने आदेश भवति अतो अतो येन अतो ये इति सूत्रेण अतः अङ्गात् सार्वत्रिक यास्थाने आदेशः इदानीं यकारस्य लोपः लोपोर्वलि किमर्थमिति चेत् सकारः अस्ति अग्रे अतः इस् इति भवति ससजिषोः रुः इति सूत्रेण ऋत्वं करवसानयः विसर्जने इत्यनेन विसर्गः अतः इहि इहि अस्तु तर्हि सिप् प्रत्ययस्य इहि इति भवति इहि तर्हि अतः पठेः अस्ति खलु पठेः पठेः पठेः अस्तु धन्यवादः महोदय अग्रे सुमित्रा महोदय थस् थस सुमित्रा थस् थस् अस्ति खलु थस् इति अस्ति प्रथमं तस्थस् थां निपां तान्तं तामः इत्यनेन तम् आदेशः भवति अनन्तरं यासुट् अत्र न ई आदेशः एव यासुट् किमर्थं न भवति यासुट् सर्वत्र भवति विधिलकारे अत्र तम् अस्ति तत्र यास् योगः तं भवति आगमः भवति यास् केन सूत्रेण यास् इति यासुट् इत्यनेन न सूत्रं किम् इत्युक्ते यासुट् इत्यस्य न यासुट् केन सूत्रेण आगच्छति इति प्रश्नः अस्ति मम सूत्रं किं यासुट् आगमस्य यासुट् परस्मैपदेषु उदात्तो निच्च खलु यासुट् परस्मैपदेषु धातो निच्च इत्यनेन यासुट् आगमः भवति सम्यक् तदनन्तरं किम् तदनन्तरम् इत्युक्ते यास् इत्यस्य अङ्गम् अदन्तम् अतः इ इत्यस्य आदेशः इय इय सम्यक् क्षम्यताम् इय इय केन सूत्रेण अतो न हा सम्यक् अतो अतो ये येयः आम् अतो येयः इयः इत्यनेन इय आगच्छति इय इय अनन्तरं यकारस्य लोपः अस्ति वा न वा इति चिन्तयतु अस्ति न वा इय योगः तम् इति स्थितिः अस्ति इय योगः तम् वलादि अस्ति वा तकारः वलादि अस्ति न वा वलादिः एव हा वलादिः अस्ति आदेशः भवति एव लोपः भवति लोपः भवति केन सूत्रेण लोपो व्योर् व्योर्वलि इत्यनेन सम्यक् लोपो व्योर्वलि उदाहरणे परे विद्यमानस्य बकारस्य लोपः अतः यकारस्य लोपः अधुना इ योगः तम् एव तिष्ठति इतम् इति इतं सम्यक् तर्हि मध्यमपुरुषद्विवचने तस् थस् प्रत्ययस्य इतं भवति इतम् अस्तु धन्यवादः महोदय धन्यवादः मम प्रश्नः अस्ति परस्मै पदे शु उदात्तः निच् अस्ति खलु उदात्तः किं किं कार्यं करोति अत्र किमपि कार्यं नास्ति अस्तु अस्तु अग्रे तर्हि अग्रे को अस्ति अरुणा महोदय अरुणा महोदय क्षम्यतां महोदय अहं विरामः आगच्छति मम समीपे करपत्रं नास्ति नास्ति वा अन्यः वदतु अहं पश्यामि अस्तु करपत्रं नास्ति एव ईमेल् ईमेल् मध्ये अस्ति तर्हि तत्र यदि वयं पश्यतु अस्तु अस्तु अग्रे विजयः आम् अस्तु विजया महोदय आं जि करोतु अग्रे थ त इति आगच्छति आदेशरूपेण सूत्रम् अत्र वलादिः अतः महोदय महोदय सूत्राणि अपि वदतु थ स्थाने त आदेशः केन सूत्रेण तस्तस्तमीपाम् सम्यक् एतत् एतदेव तत्र आगच्छति सूत्रेण तर्हि त इति आगच्छति अग्रे त इति तत्र वलादिः वा अतः इय इत्यस्य इय कथम् आगच्छति चेत् तत्र यासूट् परस्मैपदी परस्मैपदेषु उदात्त निच् इति निच्च इति सूत्रेण तत्र इय इत्यस्य न यासूट् परस्मैपदेषु उदात्तो निच्च इति सूत्रेण यासूट् आगमः भवति खलु तत्र तत्र आद्यन्तौ टकितौ इति सूत्रेण टकारस्य लोपः भवति अनन्तरं तत्र इयस् सकारस्य लोपः अपि भवति तत्र सकार महोदय एकनिमिषं पुनः करोतु तत्र दोषः अस्ति अत्र थकारस्य स्थाने थ इति अस्ति तस्य स्थाने त आगच्छति अधुना त अस्ति तस्य यासुट् आगमः भवति यासुट् इति आगमः केन सूत्रेण भवति एकवारं पुनः वदतु यासुट् परस्मैपदेषु उदात्त निच्च सम्यक् अधुना यासुट् मध्ये टकारस्य लोपः केन सूत्रेण भवति टकारस्य वा आम् आद्यन्तौ टकितौ चुटु न चुटु आरम्भे अस्ति महोदय टकारः अन्ते अस्ति आद्यन्तौ टकितौ एव आद्यन्तौ टकितौ इति इति सूत्रेण लोपः न भवति आद्यन्तौ टकितौ इति सूत्रं वदति यदि टकारस्य इत् संज्ञा अस्ति तर्हि आगमः पूर्वं भवति यासुट् इति अन्तिमवर्णः टकारः एव खलु हा इति टकारस्य लोपः टकारस्य इत् संज्ञा केन सूत्रेण भवति लिङ्गः स्यूट् महोदय मम प्रश्नः सरलप्रश्नः अस्ति यासुट् इति आगमे टकार अन्ते अस्ति तस्य लोपः केन सूत्रेण भवति हलन्त्यं खलु आम् तथैव अस्ति हलन्त्यम् अस्ति तदनन्तरं तस्य लोपः इति सूत्रम् अस्ति तेन टकारस्य लोपः भवति तर्हि उकारस्य लोपः केन सूत्रेण भवति उपदेशे अज अनुनासिक इति सूत्रम् सम्यक् उपदेशे अज अनुनासिक इत् इति सूत्रेण उकारस्य इत् संज्ञा तस्य लोपः इति सूत्रेण लोपः तर्हि यास् इति अवशिष्यते अग्रे या स्थाने किं भवति या स्थाने तत्र इय भवति इय केन सूत्रेण अतो येयुः अतो येयः अतो येयः इति सूत्रेण तर्हि इय योग त अधुना यकारस्य लोपः भवति न वा लोपः भवति किमर्थं केन सूत्रेण लोपो व्योर्वलि इति सूत्रेण सम्यक् तर्हि किम् अस्ति कार्यम् अत्र यकारस्य स्थाने लोपः भवति अनन्तरं इ एव अवशिष्यते तत्र तर्हि प्रत्यय भवति इत् अस्तु धन्यवादः महोदय अग्रे रघुवीरमहोदय करोति वा आं महोदय कर्तुं प्रयत्नं करोमि किन्तु किञ्चित् सहायमपि भवान् ददातु महोदय अस्तु मिप् मिप् करोतु मिप् मिप् इति प्रत्ययः अस्ति तत्र पकारस्य मिप् अस्ति चेत् तान्तं तस्तस्थमिपां तान्तन् तामः तत्र आमः अम् इति आदेशः आगच्छति महोदय तर्हि मिप् स्थाने अम् आगच्छति अम् यद् प्रत्ययमस्ति तद् रूपमस्ति तत् मकारः हलन्त्य च इति अपगच्छति मकारः एव न महोदय अम् अम् एव अवशिष्यते अम् एव तत्र इति संज्ञा न अम् महोदय तत्र महोदय भवान् वदतु मकारस्य इति संज्ञा किमर्थं न भवति पूर्वं प्रत्ययः यदस्ति तत्तु मिप् एव आदेशः आदेशः अस्ति तस्यापि अम् अस्ति तस्यापि अम् महोदय अम् अपि तत्र मकारस्य हलन्त्यं न भवति हलन्त्यं च तुस्मा न विभक्तौ तुस्मा सम्यक् न विभक्तौ तुस्मः इति सूत्रेण विभक्ति अस्ति चेत् मकारस्य लोपो न भवति इति संज्ञा न भवति अस्तु तर्हि अम् अधुना किं भवति एकवारं वदतु महोदय तत्र विधिलिङ्गकारे कस्य आगमः भवति सर्वत्र यासुट् केन सूत्रेण यासुट् परस्मैपदेषु उदात्तो निच्च सम्यक् तर्हि यासुट् परस्मैपदेषु उदात्तो निच्च इति सूत्रेण यासुट् आगमः भवति यासुट् तः किम् अवशिष्यते टकारः अपगच्छति उकारः अपि तर्हि यास् योगः अम् अग्रे किं भवति यासम् यास् अस्ति परन्तु अङ्गम् अदन्तम् अस्ति खलु आं महोदय अदन्तम् अङ्गम् अस्ति चेत् यास् स्थाने किं भवति अदन्तम् अनदन्तम् यास् अङ्गम् अस्ति चेत् अदन्तम् अङ्गम् अस्ति चेत् या स्थाने इय खलु इय महोदय केन सूत्रेण अतोयेयः सम्यक् अतोयेयः इति सूत्रेण अङ्गम् अदन्तम् अस्ति चेत् या स्थाने इय इति भवति तर्हि इय योगः अम् अधुना महोदय अग्रे किं भवति इयं भवति महोदय सम्यक् इयं तत्र अत्र यकारस्य लोपः न भवति वा लोपः न भवति इति चिन्तयामि महोदय किमर्थम् अत्र पूर्वम् अस्माभिः पठितं यत् तकार अस्ति चेत् इययोग तकार यकारस्य लोपः भवति लोपो व्योरवलि इति सूत्रेण तर्हि अत्र लोपो व्योरवलि सूत्रं कार्यं न करोति वा लोपो व्योरवलि इति सूत्रं किं वदति महोदय भवान् वदतु तस्य अर्थं किम् वलादि अस्ति चेत् तर्हि लोपः भवति महोदय तर्हि अत्र अकारः अस्ति खलु अम् अकारः वलादि वला अकारः वल् प्रत्याहारे अस्ति वा नास्ति महोदय अतः लोपः न भवति इयम् अम् महोदय सम्यक् तर्हि इयं तर्हि अतः पठेयम् इति भवति खलु पठेयं पठयतु अस्ति पठेयम् इति अस्तु धन्यवादः पृच्छतु किमर्थं सवर्णदीर्घः न भवति सवर्णदीर्घ पठयोग इय अस्ति खलु गुण भवति खलु इय नास्ति महोदय इय यकार अस्ति इय इति न इय इय न तत्र यकार एव अस्ति यकार अकार नास्ति महोदय करपत्रे थ इति अस्ति तत् मुद्रणे दोषं किं कुत्र कुत्र कुत्र इत्युक्ते तत्र क्रमेण दत्तं खलु ते तत्र दोषमस्ति दोषः अस्ति अस्तु अग्रे कुर्मः अस्ति मिया महोदय को अस्ति ओ विजि महोदय न कः अस्ति अरुणा महोदय अवलादिः अतः एव तत्र यकारस्य लोपः न भवति सम्यक् सम्यक् सम्यक् अस्तु अस्तु धन्यवादः अरुणा महोदय भवती करोतु वस् वस् प्रत्यय आगच्छति अत्र नित्यं नितः इति सूत्रेण सकारस्य लोपो भवति निमित्तं नित् लकार सकार उत्तमपुरुषप्रथमस्य अन्य अन्त्यसकारलोपो भवति नित्यं नितः सूत्रेण सत्यं तदनन्तरं विदिलिङ्ग् यासुट् प्रत्यय आगच्छति केन सूत्रेण फलादिप्रत्ययपरे यासुट् फट् योगः यासुट् यास् एव अवशिष्यति ष्टकारलोपानन्तरम् इय आदेशः आगच्छति सूत्रं ततः फट् योगः योगः इय योगः वा फट् पठ इति त्यजतु, केवलं प्रत्ययं स्वीकरोतु. तत्र या स्थाने इय केन सूत्रेण आगच्छति? अतो येयः. सम्यक्, अतो येयः इति सूत्रेण इय योगः व. तर्हि इय योगः व तदनन्तरं किं भवति? यकारलोपः भवति मन्ये. केन सूत्रे? केन सूत्रेण? अहं न स्मरामि. लोपो व्योरवलि. ओ, लोपो व्योर. तर्हि वकारः वल वल् प्रत्याहारे अस्ति खलु, अतः वल् प्रत्याहारे अस्ति, अतः यकारस्य लोपः भवति. लोपो व्योरवलि इति सूत्रेण. सम्यक्, तदेव एव एव एव. अतः इव इति प्रत्ययः. इव इव एव इव इव इव. अतः यदा पठेव इति रूपं भवति, पठेव. तदनन्तरं मस् अस्ति, तत्रापि समानं कार्यमपि. समानकार्यम् इम इति. तर्हि इव इम इति अस्ति. तर्हि अधुना अस्माभिः विधिङ्लकारस्य विधिङ्लकारे परस्मैपदीधातूनां कृते सिद्धतिङ्प्रत्ययः कानि कानि के के कार्यं किं किं भवति इति अस्माभिः पठितं. कस्यापि प्रश्नः अस्ति वा इदानीं पर्यन्तम्? अस्तु जि. हा वदतु. लिङ्गः स्यूट् इति विधिलिङ्ग् मध्ये एव आगच्छति खलु, परस्मैपदी. वयं न एतत् उपयोगं न कृतवन्तः खलु. आत्मनेपदी भवति, भविष्यति. विधिलिङ्ग् आत्मनेपदी. हा, यदा यदा वयं पठिष्यामः आत्मनेपदीधातूनां कृते, तत्र परस्मैपदेषु यासु, आत्मनेपदेषु सियु. अस्तु जि, धन्यवादः. भवतः ध्वनिः किञ्चित् ब्रेकप् भवति, मम सङ्गणकस्य दोषः वा न जानामि. ऐ थिङ्क् तत्र विजया महोदय यदा अन्म्यूट् करोति तत्र किञ्चित् दोषः भवति. अधुना सम्यक् अस्ति वा? अस्तु, तर्हि अग्रे गच्छामः. तत्र अधुना परस्मैपदी धातूनां कृते विधिलिङ्गकारे एकमेव कार्यमस्ति. तत्र एकं तत् मुख्यकार्यं तु नास्ति तत्र, परन्तु तत्र अहं किञ्चित् वदामि. तत्र जाटिल्यमपि अस्ति, अतः केवलं स्थूलरूपेण एव वदामि, दीर्घरूपेण तस्य आवश्यकता नास्ति इति चिन्तयामि. तर्हि अस्तु, अतो येयः तत्र यत्र सूत्राणि लोपो व्योरवलि अस्ति, तदनन्तरम् अग्रे अतो येयः इति सूत्रस्य विषये काचित् चर्चा महोदयेन अत्र लिखिता अस्ति. तत्र एस्टरिस्क् अस्ति खलु, एस्टरिस्क् अत्र अतो येयः. सर्वे पश्यन्ति वा करपत्रे? आम् महोदय. सर्वे लोपो योरवलि इति सूत्रं पश्यन्ति खलु, तस्य अग्रे एस्टरिस्क् अस्ति, एस्टरिस्क् अत्र अतो येयः. तर्हि अत्र प्रश्नः अस्ति, अत्र अतो येयः, अतो येयः इति सूत्रं पठित्वा वयम् उक्तवन्तः यत् यासुट् या स्थाने इय भवति खलु. परन्तु अत्र अतो येयः सूत्रे तु केवलम् अस्ति यत् अतो येयः, यदि तस्य वयं येयः यदि तस्य वयं सन्धिविच्छेदं कुर्मः, तत्र या योगः इय अस्ति, या योगः इय. तर्हि यदि वयम् अतो येयः इति सूत्रस्य अनुवृत्तिसहितसूत्रमपि यदि वयं पश्यामः, तर्हि अतः अङ्गात् सार्वधातुकस्य या इयः इति लिखितमस्ति. तर्हि या यत् अस्ति तस्य स्थाने इय. परन्तु अत्र तु आगम यास् अस्ति खलु, यास्. तर्हि कथं जानीमः यत् यास् एव या अस्ति? प्रश्न सर्वे अवगच्छन्ति वा तत्र यास् स्थाने इय अस्ति परन्तु सूत्रे तु या इति लिखितम् अस्ति या स्थाने इय तर्हि या एव यास् अस्ति इति कथं जानीमः सर्वे अवगच्छन्ति वा प्रश्नः किम् आं महोदय तर्हि आङ्ग्लभाषायां यदि वयं वक्ता तर्हि वी टुक् इट् फार् ग्राण्टेड् देट् यास् देट् वेन् द सूत्र सेज् या इट् मीन्स् यास् बट् हौ डु वि नो देट् यास् इस् देट् या इस् एक्चुलि यास् तत्र यतोहि अतो येयः इति सूत्रमध्ये साक्षात् यास् न अस्ति यदि इति अस्ति यत् अतो यासः इयः इति किमपि अस्ति चेत् प्रश्नः नास्ति तत्र साक्षात् लिखितमस्ति यत् या स्थाने इय परन्तु अत्र या लिखितमस्ति तर्हि कथं जानीमः यत् यास् एव या एव यास् अस्ति तर्हि तस्य निवारणार्थं तत्र चर्चा अग्रे अस्ति तत् चर्चा यत् अस्ति तत्र मुख्यचर्चा तु नास्ति तत्र जाटिल्यम् अस्ति इति अतः अहं केवलं स्थूलरूपेण वदामि अहं वदामि प्रश्नः अस्ति चेत् पृच्छन्तु अनन्तरं जाटिल्यम् इत्युक्ते कठिनता काठिन्यम् अस्ति तत्र तर्हि अत्र अतो येयः अहं पठामि अत्र येयः इति रूपस्य संरचनाविषये इतोपि वक्तव्यं या योगः इयः इति स्थिति या लुप्तषष्ठिकं पदम् इति उपरि दत्तं नाम लुप्तषष्ठिकम् इत्युक्ते तत्र षष्ठी विभक्ति अस्ति परन्तु तत्र षष्ठीविभक्त्यः विभक्त्याः लोपः अस्ति अतः परन्तु तत्र षष्ठीविभक्ति अस्ति तत्र या इति पदे षष्ठीविभक्ति अस्ति परन्तु या इति षष्ठीविभक्ति अस्ति तत्र अग्रे यासः तु यास् आगमस्य षष्ठीविभक्त्यं रूपम् अभविष्यत् नाम यदि यास् इति वयं उक्तुम् इच्छामः तर्हि यासः इति लेखनीयं खलु यासः अतो यासः इयः परन्तु अतः लिखितमस्ति यासः इयः इति परन्तु अत्र तु यासः न या लिखितुमस्ति अधुना यासः इत्यस्य षष्ठ्यन्तलोपार्थम् अत्र यासः तस्य या किमर्थं भवति इति अग्रं लिखितमस्ति एकं सूत्रमस्ति तत्र सूत्रम् अस्ति सुपां सुलुक पूर्व सवर्णात् सवर्णाच्छेयाद् डायाया जालः इति बृहत् सूत्रम् अस्ति तत्र सूत्रे तस्य अर्थं यत् अस्ति मुख्य अर्थं तदस्ति यत् छन्दसि इत्युक्ते वेदे लौकिकभाषायां न अपि तु वेदभाषायां यत् सुप अस्ति सुप्रत्ययः अस्ति तस्य लोपः नाम लुक् भवितुं शक्नोति अत्र लिखितमस्ति खलु सुपां सुलुक् पूर्व तर्हि सूत्रेण किम् अस्ति यत् सुप्रत्ययः अस्ति नाम प्रातिपदिकानन्तरं यत् सुप्रत्ययः आगच्छति तस्य स्थाने सु अथवा लुक् अथवा अन्य आदेशाः भवितुं शक्नुवन्ति नाम वेदे छन्दसि सुप् प्रत्ययः अपि लिखितुं शक्नोति अथवा सुप्रत्ययस्य स्थाने लुक् नाम लोपः अपि कर्तुं शक्नोति तर्हि उदाहरणम् अस्ति यदि रामः अस्ति खलु राम तत्र षष्ठीविभक्ति एकवचनं किम् रामस्य तर्हि यदि वयं रामस्य इति वयं लिखामः तर्हि वयं ज्ञातुं शक्नुमः यत् रामस्य इत्युक्ते षष्ठीविभक्ति परन्तु वेदे तत्र यत् स्य इति प्रत्ययः अस्ति सुप्रत्ययः तस्य लोपः अपि भवितुं शक्नोति नाम राम इति प्रातिपदिकं यत् अस्ति तदपि षष्ठीविभक्ति एकवचनं कृते लिखितुं शक्नुमः तर्हि रामस्य पुस्तकम् अथवा रामपुस्तकं वेदे रामपुस्तकं तस्य राम अपि तत्र षष्ठीविभक्ति अस्ति किन्तु तत्तु समासः खलु महोदय राम पुस्तकं भिन्नं भिन्नम् ओ अस्तु मतलब पृथक् पृथक् समासः न तर्हि लौकिकभाषायाम् इति नास्ति लौकिकसंस्कृते रामस्य पुस्तकम् एव समीचीनम् अस्ति परन्तु वेदे ये सुप्रत्ययाः सन्ति तेषां स्थाने लुक् अपि भवितुं शक्नोति न लुक् इत्युक्ते वयं जानीमः लुक् इत्युक्ते एकप्रकारस्य लोपः अस्ति तर्हि विभक्त्यां कुत्रापि कुत्रापि सुप् तत्र सुपां सुपाम् अस्ति खलु सुप् कोऽपि सुप्रत्ययः अस्ति चेत् तस्य स्थाने लोप लुक् भवितुं शक्नोति इत्युक्ते राम राम सह लक्ष्मण लक्ष्मणः गच्छति सम्यक् रामसः लक्ष्मणः गच्छति तर्हि अत्र वेदे इति किमपि इति वाक्यं न अस्ति परन्तु यदि भवति चेत् राम इति भवितुं शक्नोति जी कुत्रापि वा अत्र सुपाम् इति लिखितं तर्हि अत्र सुप् सुप् इत्युक्ते किं सुपाम् इत्युक्ते षष्ठी बहुवचनं सुपाम् इत्युक्ते षष्ठी बहुवचनं न न तदस्ति परन्तु कस्य षष्ठी बहुवचनं सुप् सुप् इत्युक्ते किं सुप् इत्युक्ते किं सर्वे सर्वे प्रत्ययः खलु सुपां तस्य अस्ति सुप इति प्रत्ययानां स्थाने षष्ठी षष्ठी अस्ति खलु अत्र सुप् अस्ति सुप् तस्य षष्ठी बहुवचनम् इत्युक्ते सुप् स्थाने अत्र या स्थाने सुप् नास्ति तत्र षष्ठी षष्ठी एकवचनम् तत्र तर्हि अत्र चिन्तयतु मूल मूलसूत्रं यत् अस्ति तर्हि अतो यासः इय अतो यासः इयः इति सूत्रम् अस्ति खलु अतो यासः इय यास् प्रत्यय तस्य षष्ठी एकवचनं यासः तर्हि अतो यासः इयः इति सूत्रम् अस्ति तर्हि यासः अस्ति तत्र षष्ठी एकवचनं प्रत्ययः अस्ति तस्य इति सुपां सुलुक् इति सूत्रेण तस्य लोपः भवितुं शक्नोति अतः अतो यासः इयः तस्य अतो यास् इयः अपि सम्यक् अस्ति या या न तु यास् यास् यास् प्रातिपदिकं यास् अस्ति खलु आम् आम् सत्यं तर्हि अतो यासः इयः तत्तु समीचीनम् अस्ति परन्तु अतो यास् इयः अपि समीचीनम् अस्ति एतावत्पर्यन्तं सर्वे अवगच्छन्ति वा तर्हि यासः इति सम्यक् अस्ति परन्तु तत्र षष्ठी एकवचन सुप्रत्ययस्य लोपः कृत्वा यास् इति अवशिष्यते तर्हि अतो यास् इयः तत्र षष्ठी एकवचनप्रत्ययस्य लोपः भवति तद्यपि तत्र षष्ठी एकवचनम् एव अस्ति यास् इति तत्र प्रातिपदिकं लिखितमस्ति परन्तु तस्य अर्थः षष्ठी एकवचनम् इति ग्रहीतव्यम् अतः अतो यास् इयः इति भवति तर्हि अत्र लिखितमस्ति खलु अग्रे अग्रे पठतु अष्टाध्यायी सम्बन्धे छन्दोवत् सूत्राणि भवन्ति इति मत्वा अस्य सूत्रस्य प्रसक्ति भवति अत्र एव नाम अत्र अत्र लिखितमस्ति यत् छन्दसि नाम वेदे एव तस्य सुप्रत्ययस्य लोपः भवति परन्तु अष्टाध्यायी मध्ये ये सूत्र यानि सूत्राणि सन्ति ते छन्दवत् एव भवन्ति नाम सूत्र सूत्रमध्ये छन्द इव कार्यं भवितुं शक्नोति छन्द इत्युक्ते वेदे वेदे किमपि कार्यं भवति परन्तु अष्टाध्यायी ये सूत्राणि सन्ति तत्र सूत्रेषु अपि वेद इव कार्यं भवति भवितुं शक्नोति अतः सूत्रे अपि वयम् अस्य सुपां सुलुक् इति सूत्रस्य कार्यं कर्तुं शक्नुमः अतः अतो यासः इयः तस्य अतो यास् इयः भवितुं शक्नोति सूत्रे एतावत्पर्यन्तं सर्वे अवगच्छन्ति खलु अस्तु तर्हि अग्रे अधुना अतो यास् इयः इति स्थितिः अस्ति अग्रे कथं गन्तव्यं तर्हि अग्रे वयं जानीमः अधुना कोऽपि वदतु सुमित्रा महोदय अधुना अतो यास् इय अधुना यास् इति पदम् अस्ति यास् पदस्य अन्ते सकारः अस्ति पदस्य अन्ते सकारः अस्ति चेत् किं भवति सुमित्रा महोदय भवती एव वदतु यास् इत्यस्य सकारस्य खलु हा सकार पदान्ते अस्ति पदान्ते सकारः अस्ति चेत् वयं जानीमः किं कार्यं भवति सत्यं तर्हि यारु इति भवति यारु भवति तर्हि अतो यास् इयः तस्य अतो यारु इति भवति एतावत्पर्यन्तं सर्वे अवगच्छन्ति अधुना अग्रे यारु योगः इयः अस्य यदि वयं सन्धि कर्तुम् इच्छामः यारु यारु क्षम्यतां हा यारु इति यारु योगः इय अधुना सन्धिकार्यम् अस्ति तर्हि यारु योगः इयः अधुना सन्धिकार्यम् अस्ति तर्हि खरवसानयोः विसर्जनीयः इति सूत्रं कार्यं कर्तुं शक्नोति वा न अवसानम् अस्ति यदि सन्धि नास्ति चेत् परन्तु यदि यदि यदि वयं सन्धि कर्तुम् इच्छामः खरवर्ण नास्ति खरवर्ण नास्ति खलु अरे अतः खरवर्णः नास्ति यतोहि इय इकारः खरि नास्ति खलु तर्हि खरि हा तर्हि खरि नास्ति चेत् विसर्गः तु नागच्छति तर्हि किं करणीयं तर्हि एक अन्यनूतनं सूत्रमस्ति लिखितमस्ति अहं वदामि भो भगो अघो अपूर्वस्य योषि इति एकं सूत्रमस्ति कुत्र पठति अधुना सूत्रम् अत्र इति एव अस्ति यत्र अग्रे लिखितमस्ति खलु यास् स जुषोरुः इत्यनेन पदान्ते सकारस्य ऋत्वं तदनन्तरं भो भगो अघो अपूर्वस्य योषि अत् इदं सूत्रं यत् अस्ति तत् खरवसानयो विसर्जनीय इति सूत्रस्य काम्प्लिमेण्ट्रि सूत्रम् अस्ति इति चिन्तयतु काम्प्लिमेण्ट्रि इत्युक्ते यत्र खरवसानयो विसर्जनीयसूत्रं न कार्यं करोति तत्र बहुत्र अस्य सूत्रस्य कार्यं भवति तर्हि सूत्रं किं वदति यदि भो इति पदमस्ति भो भो अथवा भगो अथवा अघो अथवा पदान्ते अवर्ण अस्ति तस्य अग्रे यदि ऋत्वम् अस्ति नाम भो ऋत्वं भोरु भगोरु अघोरु अथवा किञ्चित् वर्ण किञ्चित् पदं तस्य अन्ते अकार अस्ति अथवा अवर्ण अस्ति तस्य अग्रे रु अस्ति इति अस्ति चेत् तस्य अनन्तरं यदि अश् अश् अश् प्रत्याहारस्य वर्ण अस्ति चेत् अश् इत्युक्ते किम् सर्वे स्वराः मृदुव्यञ्जनानि च तर्हि खर् इति अस्ति प्रत्याहारः तस्य काम्प्लिमेण्ट्रि प्रत्याहारः अस्ति अश् खलु तर्हि खर् खर् प्रत्याहारः अस्ति खर् प्रत्याहारे ये ये वर्णाः न सन्ति ते अश् प्रत्याहारे सन्ति सर्वे अवगच्छन्ति खर् खर् इति प्रत्याहारः अस्ति खर् प्रत्याहारे ये ये वर्ण यानि ये ये वर्णाः न सन्ति ते अश् प्रत्याहारे सन्ति तर्हि सूत्रं वदति यदि एवं एतादृशी स्थितिः अस्ति चेत् ऋत्वस्य स्थाने यकारः भवति यो अस्ति खलु य तर्हि भो भगो अघो अपूर्वस्य रोः यः अशि इति अनुवृत्तिसहितसूत्रम् अस्ति तर्हि एकवारं अष्टाध्यायीं पठ उद्घाटयन्तु 8317 इति सूत्रम् 8317 भो भगो अघो पूर्वस्य रोयसि तस्य तस्मात् पूर्वं सूत्रं किम् रोरुसुपि तस्य पूर्वात् सूत्रं किम् करवसानय तर्हि तस्मात् पूर्वं रोरि तर्हि रोरि इति सूत्र तस्यानन्तरं खरवसानयोः विसर्जनीयः इति तु अस्माकं परिचितं सूत्रं तत्र वदति यत् यदि अवसानः अस्ति नाम यदि वयं सन्धि न कर्म इच्छामः अग्रे कोऽपि वर्णः नास्ति अथवा खरप्रत्याहारस्य वर्णः अस्ति चेत् रु यदस्ति रेफस्य स्थाने विसर्गः भवति तदनन्तरं रोः सुपि तस्य सूत्रात् तस्मात् सूत्रात् रोः इति पदस्य अनुवृत्ति भवति भो भगो अभो पूर्वस्य योषि इति सूत्रे तर्हि सूत्रं किम् अस्ति अनुवृत्तिसहितसूत्रं भो भगो अघो अपूर्वस्य तदनन्तरं पदस्य इति सूत्रस्य अत्र अधिकारः अस्ति तर्हि भो भगो अघो अपूर्वस्य पदस्य रोः यः अशि इति अनुवृत्तिसहितसूत्रं नाम यदि भो रु इति पदमस्ति भगोरु इति पदमस्ति अघोरु इति पदमस्ति अथवा एतादृशपद यस्य अन्ते रु अस्ति परन्तु तस्य रु इति तस्मात् पूर्वम् अवर्ण अस्ति तर्हि तत्र रु यत् अस्ति नाम रेफः यत् अस्ति तस्य स्थाने यकारः भवति यदि अग्रे अश् प्रत्याहारः अस्ति नाम यदि अग्रे यदि खर् प्रत्याहारः अस्ति तर्हि विसर्गः भवति अश् प्रत्याहारः अस्ति चेत् यकारः भवति सर्वे अवगच्छन्ति भो भो भगो इति पदस्य बोरु इति कथम् अवगमनीयं तत्र तत्र तथैव तस्य अवगमनं कर्तव्यं करणीयं यतोहि अत्र रु इति सूत्रस्य अस्ति खलु रु इति अनुवृत्ति रोः इत्यस्य अनुवृत्ति सर्वत्र अस्ति नाम भो योग रु भगो योग रु अघो योग रु पदान्ते अथवा अपूर् अथवा अवर्ण योग रु इति पदान्ते अस्ति चेत् भो इति पदम् अस्ति भोरु इति पदं नाम भोस् भोस् इति किमपि पदम् अस्ति अत्र नास्ति तस्य सकारस्य स्थाने रुत्वं भवति भोरु इति भवति तथा भगोस् इति पदम् अस्ति सकारस्य स्थाने रेफः भवति रु भवति भगोरु अघोस् इति पदम् अस्ति सकारस्य रु भवति अघोरु अथवा अपूर्वस्य तर्हि अत्र यारु अस्ति खलु यारु पदम् अस्ति पदस्य अन्ते रु अस्ति रु वर्णस्य साक्षात् पूर्वं किम् अस्ति अवर्ण अस्ति खलु आकारः अस्ति अतः अस्य सूत्रस्य प्रसक्तिः अस्ति यारु योगः इय अत्र इय मध्ये इकारः अश् प्रत्याहारे अस्ति यारु मध्ये पदान्ते रु अस्ति तस्य तस्मात् पूर्वम् अवर्ण अस्ति अतः रुक् यत् रेफ अस्ति तस्य स्थाने यकारः भवति अतः अतो यारु इयः तस्य अग्रे कार्यं भवति अतो याय इयः इति सर्वे अवगच्छन्ति वा अन्तिमवाक्यं न अवगतं महोदय अत्र अतो यारु इयः अस्ति यारु इति पदम् अस्ति पदस्य अन्ते ऋत्वम् अस्ति खलु ऋत्वात् पूर्वम् अवर्ण अस्ति यारु तर्हि यारु अस्ति तस्य ऋत्वात् पूर्वम् अवर्ण अस्ति ऋत्वात् अनन्तरं किं वर्णः अस्ति इकारः खलु इय इकारः अस्ति तत् इकारः अश् प्रत्याहारे अस्ति प्रत्याहारे अस्ति अतः ऋत्वस्य स्थाने किं भवति यकारः अतः अतो यारु यः भवति अतो याय यः पूर्वम् अवर्णः परम् अश्वर्णः अतः यकारस्य याय योगः इय भवति याय योगः इय भवति तर्हि अतो याय यः एतावत् पर्यन्तं सर्वे अवगच्छन्ति अधुना अन्तिमक्रमः अस्ति यकारस्य लोपः भवति अतो याय इयः तत्र यकारस्य लोपः भवति केन सूत्रेण तर्हि तस्य लोपसाकल्यस्य तर्हि प्रायः केचन जनाः जानन्ति यदि परन्तु केचन जनाः न जानन्ति तर्हि लोपः शाकल्यस्य एकं सूत्रम् अस्ति तत्र एव यत्र यत्र भो भगव भो पूर्वस्य योषि सूत्रम् अस्ति तस्य अनन्तरं पश्यतु थ्री क्षम्यताम् 8317 इति सूत्रम् अस्ति तत्र 8319 अस्ति सूत्रं लोपः शाकल्यस्य सर्वे पश्यन्ति वा तर्हि लोपशाकल्यस्य एकं सूत्रमस्ति तत् सूत्रं वदति यत् यत्र यकारः अस्ति यकारः अस्ति तस्य विकल्पेन लोपः भवति यकारस्य विकल्पेन लोपः भवति शाकल् इति शाकल्य इति कोऽपि ऋषिः आसीत् वैयाकरणः अस्ति तेन तस्य मतेन यकारस्य विकल्पेन लोपः भवति तर्हि अष्टाध्याय्यां बहुत्र एतादृशं लिखितम् अस्ति यत् कस्यापि मतेन शाकल्यस्य मतेन तत्सूत्रस्य पूर्वम् अस्ति शाकटायनस्य तर्हि शाकटायन कोऽपि व्याकरणः अस्ति तस्य मतेन किमपि भवति तर्हि अत्र बहुत्र अष्टाध्याय्यां सूत्रेषु कस्यापि मुनेः मतेन किमपि भवति यदा तत्रापि तथा किमपि लिखितमस्ति तस्य अर्थमस्ति यत् विकल्पेन करणीयं तस्य ऋषे तस्य मुनेः तस्य वैयाकरणस्य मतं यदि वयं स्वीकुर्मः तर्हि तादृशं करणीयं यदि न स्वीकुर्मः चेत् न करणीयम् अतः विकल्पेन तर्हि लोपः शाकल्यस्य एकं सूत्रमस्ति तत् सूत्रं महत्त्वपूर्णं सूत्रमस्ति सन्धिकार्ये तत्र सूत्रं वदति किं वदति यत् यदि पदस्य अन्ते सूत्रम् अनुवृत्तिसहितसूत्रमस्ति पदस्य अपूर्वयोः व्योः अशि शाकल्यस्य लोपः नाम पदस्य अन्ते यदि वकारः अथवा यकारः अस्ति तत्र व्योः इति पदस्य उपरितनसूत्रात् अनुवृत्तिः भवति तर्हि व्योः नाम वकारयकारः यदि पदस्य अन्ते वकारयकारः अस्ति तस्मात् पूर्वम् अवर्णः अस्ति तर्हि तस्य अनन्तरम् अश्वर्णः अस्ति तर्हि विकल्पेन यकारस्य लोपः भवति तर्हि अत्र याय योगः इय अस्ति अत्र याय मध्ये पदस्य अन्ते यकारः अस्ति खलु तस्मात् पूर्वम् अवर्णः अस्ति तस्य अनन्तरम् अपि अवर्णः अस्ति अश् प्रत्याहारः अस्ति अतः विकल्पेन यकारस्य लोपः भवति तर्हि अतो यायः इयः तत्र भवति अतो या इयः इति अवगच्छन्ति वा आम् महोदय तर्हि लोपशाकटायनस्य इति सूत्रस्य अन्यत्र अपि उदाहरणानि सन्ति ये प्रायः भवन्तः प्रायः जानन्ति तर्हि चिन्तयतु एचो यवा यावः इति सूत्रमस्ति खलु तर्हि किमस्ति हरे योगः इति चिन्तयतु अथवा हरे योगः एव हरे सन्धि सुमित्रा महोदय हरे योगः एव इति सन्धि कर्तु करोतु हरे योगः एकार एकारस्य किं भवति हरे योगः एव चिन्तयतु यान्तवान्तसन्धि यदि वयं कुर्मः तर्हि एकारस्य स्थाने किं भवति सम्यक् तर्हि हरे योगः एव अस्ति तर्हि तस्य एकारस्य स्थाने अय भवितुं शक्नोति हरय योगः एव खलु तर्हि हरयेव इति हरयेव इति एकं पदमस्ति, एकं रूपम् अस्ति हरयेव, खलु? परन्तु ये जानन्ति ते अधुना द्रष्टुं शक्नुवन्ति अत्र हरय योगः एव, तत्र यकारः पदस्य अन्ते अस्ति, अस्ति खलु? हर यकार पदस्य अन्ते यकारः अस्ति खलु? यकारस्य पूर्वे महोदय, सुमित्रा महोदय, यकारात् पूर्वं वर्णः कः? अवर्णः अस्ति. यकारस्य अनन्तरं वर्णः कः? अश् अस्ति. अतः लोपः शाकल्यस्य इति सूत्रेण विकल्पेन यकारस्य लोपम् अपि भवितुं शक्नोति, लोपः भवितुं शक्नोति. अतः हर एव अतः बहुत्र यत्र यान्तवान्तसन्धि अस्ति तत्र रूपद्वयं भवति. एकरूपं तु अस्ति सामान्यरूपं यत् सर्वे जानन्ति हर एव इत्य, परन्तु अन्यत्र विकल्पेन रूपं यत् भवति तदस्ति हर एव. तत्र हर एव इति रूपे यत् यकारस्य लोपः भवति तत् लोपः शाकल्यस्य इति सूत्रेण. परन्तु अवर्णः एव खलु पूर्ण पूर्व अवर्ण अस्ति चेदेव, अन्यत्र न, अधुना अन्यत्र न. तर्हि हर एव अवशिष्यते. हा हर एव इति, तर्हि एकं रूपम् अस्ति हर एव, एकं रूपम् अस्ति हर एव इति अस्ति. तर्हि तर्हि तथैव अत्र अपि अतो याय इयः, तत्र अतो या इय इति रूपं भवति, अतो या इय, यथा हर एव भवति खलु, तत्र अत्र अपि विकल्पेन अतो या इयः. इदानीं पर्यन्तं सर्वे अवगच्छन्ति? प्रश्नः अस्ति वा कस्यापि? अधुना अग्रे यत् अस्ति तत् विवादास्पदस्ति, तत्र विवादः अस्ति, तत्र सम्यक् नास्ति. तर्हि कथं सम्यक् नास्ति इति अहं वदामः. तर्हि हर एव भवति खलु, अधुना हर एव मध्ये अकारः अस्ति अन्ते हर, तदनन्तरम् एकारः अस्ति, तर्हि अधुना वृद्धिसन्धि भवति वा न वा इति प्रश्नः अस्ति. किमर्थं न भवति हरैव, किमर्थं न भवति? तर्हि बहुत्र जनानां प्रश्नः आगच्छति, एकवारं हर एव भवति तत्र पुनः वृद्धिसन्धि कृत्वा हरैव किमर्थं न भवति इति प्रश्नः भवितुं शक्नोति खलु? तर्हि परन्तु अत्र बहुत्र बहवः जनाः वदन्ति यत् तत्तु न करणीयं, यतोहि पूर्वत्र सिद्धम् इति किमपि. तर्हि पूर्वत्र सिद्धं सर्वे जानन्ति खलु, त्रिपाद्यां नाम 8.2 त्रिपाद्यां यत् अस्ति, यत् किमस्ति 8.2.1 to 8.4 पर्यन्तं सूत्रे पूर्वत्र सिद्धम् अस्ति. नाम अत्र पूर्वसूत्रस्य कृते अग्रिमसूत्रम् असिद्धम् अस्ति, तस्य सूत्रस्य कृते अग्रिमसूत्रं नास्ति एव. तर्हि त्रिपाद्याम् इति यत् अस्ति तस्मात् एवं लैक् सपाद्यामपि सपाद् 8.1 पर्यन्तम् अपि यानि सूत्राणि सन्ति तानि तेषां सूत्राणां कृते त्रिपाद्यां मध्ये यः सूत्रम् अस्ति तत् असिद्धम् अस्ति. अस्तु, तर्हि हरययोगः एव मध्ये यकारस्य लोपः यत् भवति तत् सूत्रं लोपः शाकल्यस्य त्रिपाद्याम् अस्ति खलु? परन्तु वृद्धिसन्धि कृते यत् सूत्रम् अस्ति तत् सूत्रं किमस्ति? कोऽपि जानाति वा तत् सूत्रं? कोऽपि जानाति वा किमस्ति? तर्हि वृद्धिरेचि इति सूत्रं कस्मिन् अध्याये अस्ति? षष्ठ अध्याये. अतः वृद्धिरेचि इति सूत्रस्य कृते अष्टम त्रिपाद्यायाः सूत्राणि असिद्धं सन्ति. तर्हि वृद्धिरेचि इति सूत्रस्य कृते लोपः शाकल्यस्य इति सूत्रं तस्य अस्तित्वमेव नास्ति. अतः लोपशाकल्यस्य इति सूत्रेण यत् कार्यं भवति तदपि तत् सूत्रं न द्रष्टुं शक्नोति. तर्हि हरय योगः एव मध्ये यत् यकारस्य लोपः भवति हर एव, तत्तु यकारस्य लोपः लोपः शाकल्यस्य इति सूत्रेण भवति यत् त्रिपाद्याम् अस्ति. परन्तु वृद्धिरेचि षष्ठम अध्याय अस्ति, तत्तु एतत् कार्यं द्रष्टुमेव न शक्नोति. तस्य कृते यकारस्य लोपः एव नास्ति, यकारस्य लोपः एव नास्ति, अतः सूत्रं कार्यमेव कर्तुं न शक्नोति इति वार्ता अस्ति. अवगच्छन्ति वा सर्वे? तर्हि हर एव इति तु अस्ति, परन्तु अत्र हर एव यत् सूत्रमस्ति, यत् कार्यमस्ति यकारस्य लोपः, तस्य कार्य लकारस्य लोपस्य कृते यत् सूत्रमस्ति तत् त्रिपाद्याम् अस्ति, पूर्वत्र सिद्धम् इति अधिकारे अस्ति. तर्हि तस्य लोपः शाकल्यस्य इति सूत्रात् प्राक् यानि सूत्राणि सन्ति, कोऽपि सूत्रम् भवेत्, यानि सूत्राणि लोपः शाकल्यस्य प्राक् सन्ति, शाकल्य इति सूत्रात् प्राक् भवन्ति, तेभ्यः सूत्रेभ्यः तेषां सूत्राणां कृते लोपः शाकल्यस्य इति सूत्रस्य अस्तित्वमेव नास्ति. लोपः शाकल्यस्य इति सूत्रेण यत् कार्यं भवति तस्य अपि महत्त्वं नास्ति, असिद्धम् अस्ति पूर्वत्र सिद्धम् इति सूत्रस्य कृते. अतः वृद्धिरेचि यत् षष्ठमाध्याये अस्ति तस्य कृते हरय एव, अत्र यकारस्य लोपः कदापि न भवति, तद् द्रष्टुं न शक्नोति यकारस्य लोपः. तस्य कृते तु हरय एव अस्ति, तस्य कृते हर एव भवितुं न शक्नोति, अतः यकारः तस्य कृते यकारः कदापि न अपगच्छति. यदा यकारः अपगच्छति न, अतः वृद्धिरेचि सूत्रं कथं कार्यं करोति? न कार्यं करोति. अतः तस्य प्रसक्तिः एव नास्ति खलु. अतः हर एव तत्र सन्धिकार्यं न भवितुं शक्नोति. तर्हि हरे योगः एव अत्र ऐदर् हर एव इति करोतु अथवा हर एव इति करोतु, हरैव इति सम्यक् नास्ति, हरैव इति सम्यक् नास्ति. तथैव अतो याय इयः, ऐदर् अतो यायीयः इति करोतु अथवा यकारस्य लोपं कृत्वा अतो या इयः करोतु इति अस्ति. तर्हि अतो या इयः एतावत् पर्यन्तं सर्वं सम्यक् अस्ति, सर्वं शास्त्ररूपेण सर्वं सम्यक् अस्ति. अतो या इयः, इदानीं यत् अतो येयः अस्ति, तत्र या योगः इय यत् अस्ति, तत्र गुणम् अस्ति खलु, तत् गुणं विवादास्पद अस्ति, तद्गुणं न करणीयं, यतोहि पूर्वत्र सिद्धम् अस्ति खलु. अतो या येयः, तत्र अतो या इयः इति स्थितिः अस्ति. तदनन्तरं या योगः इयः यदि वयं येयः वयं यदि वयं कुर्मः तत्र गुणः अस्ति, गुणस्य कृते यत् सूत्रम् अस्ति तत्तु आद्गुणः इति सूत्रं षष्ठमाध्याये अस्ति. तर्हि यकारस्य लोपः न पश्यति खलु, तथापि अत्र अतो येयः गुणकार्यम् अस्ति, तत्र वैयाकरणाः विवादः भवति, तत्र देट् इस् सब्जेक्ट् टु कान्ट्रवर्सि. तत्र ते वदन्ति यत् गुणं करोतु, तत्र वस्तुतः न करणीयं, परन्तु अत्र अतो येयः इति सूत्रम् अस्ति. To achieve this sutra, they say do the guna. So, the last step is a bit controversial. But before that, everything is correct. So, ato yasah iyah would have been the perfect form which one expects. But ato yasah iyah, in place of that, you can also write ato ya iyah. सो अतः वयं ज्ञातुं शक्नुमः यत् अतो या इयः मध्ये यत् या अस्ति तद् वस्तुतः यासः एव अस्ति. तत्र अतो यासः इय अस्ति. तदनन्तरं तत्र षष्ठीविभक्ति एकवचनप्रत्ययस्य लोपः भवति यथा लुक् भवति यथा वयं यथा अस्माभिः पठितं. तत्र अतो यास् इय भवति, सकारस्य ऋत्वं भवति अतो यारु इयः. तत्र इकारः अशी अश् प्रत्याहारे अस्ति अतः रेफस्य स्थाने यकारः आगच्छति अतो याय इयः. तत्र विकल्पेन यकारस्य लोपः भवति लोपः शाकल्यस्य इति सूत्रेण अतो या इयः. तर्हि अतो या इयः मध्ये अतः वयं ज्ञातुं शक्नुमः यत् या अस्ति तद् वस्तुतः यासः एव अस्ति इति. तर्हि अधुना यदि कोऽपि पृच्छति यत् कथं जानीमः यत् यासः यत् अस्ति तद् यत् सूत्रे या यत् अस्ति तत् यासः एव, तत् एतादृशः क्रमः करणीयः. अतः मया उक्तम् अतः मया उक्तं यत् अत्र जाटिल्यम् अस्ति, परन्तु अनेन वयं ज्ञातुं शक्नुमः यत् अतो या इयः इति, या यत् अस्ति तत् यासः एव अस्ति. अस्तु प्रश्नः कम्? The controversy is because the because the sutram says ye yaha. So what some of the vyakaranas are saying is that it should have, the sutram should have been ato ya yaha. No, so ato ya yaha is what is correct. They are saying do guna to make it ye. No, but that's because the sutram says ye. Samyak. Then you should do gunaha. But ya is again the ya is the shashti vibhakti form because it is derived from yasaha, or does ya go back to the pratipadika form? Yasaha. So ya will be the shashti form. Ya is shashti. Because it originates from Yasa. So that's why ataha atra likhitam asti khalu kutra asti yadi vayam ato yeha iti sutrasya anuvritti sahita sutram yadi atra tasya vivarana yadi ayam pashyamaha mahodayana likhitam asti ato yeha ataha panchamyantam ya lupta shashtikam padam. Satya. Ya iti tatra shashti vibhakti asti tat lupta asti. महोदय एतावत् अद्य अवगतं, परन्तु भवता नोट्स् लेखितुं करणीयं वा, ऐ मीन् कर्तुं शक्यं वा? अत्र लिखितमस्ति महोदय, यत् यत् मया सर्वम् उक्तं तद् अत्रैव लिखितमस्ति. अत्र आस्ट्रिक् अस्ति खलु सर्वत्र, अत्र अतो येयः यास्, इट्स अ लाइटर प्रिंट. तत्र फॉन्ट, तत्र फुट नोट इव अस्ति, तत् फुट नोट डिटेल्ड नोट्स भवता कर्तुं शक्यं वा? अस्तु, अहं प्रेषयामि. परन्तु अतो या इयः तदनन्तरं तस्य अनन्तरम् अत्र लिखितमस्ति यत् पश्यतु, इदमपि वाच्यं यत् बहुकालात् वैयाकरणां विवादः प्रवर्तते अस्मिन् विषये. सो केचन वदन्ति यत् यः एव यास् इत्यस्य षष्ठीविभक्त्यन्तं रूपं, नाम अत्र कथं, तर्हि अहम् एक वन् स्कूल् आफ् थाट् सेस् देट् यासः अस्ति, तस्य यास् भवति, तत्र यास् यत् अस्ति तत् षष्ठीविभक्ति एकवचनम् एव अस्ति, तदनन्तरं तस्य या भवति. परन्तु अन्य स्कूल् आफ् थाट् सेस् देट् यास् तस्य षष्ठीविभक्ति एव यः अस्ति, यासः न अस्ति. सम् अदर् वैयाकरणाः दे से देट् सम् से देट् यासः अस्ति देन् इट् बिकम्स् या, लैक् एज़् ऐ एक्स्प्लेन्. अन्ये वैयाकरणाः वदन्ति यत् यासः, यास् इति प्रातिपदिकम् अस्ति, तस्य षष्ठीविभक्ति एव यः अस्ति, यासः नास्ति. इति कथं जानीमः? तर्हि अत्र विश्व तत्र अत्र लिखितमस्ति, एकम् अस्ति विश्वपा इति एकं प्रातिपदिकम् अस्ति, विश्वपः विश्वपः तस्य विश्वपः इति भवति षष्ठी विभक्ति अथवा द्वितीया विभक्ति बहुवचनं विश्वपः तर्हि विश्वपा तस्य षष्ठी विभक्ति भवति विश्वपः तथैव या अस्ति तस्य षष्ठी विभक्ति भवति यः इति किमपि चिन्तनम् अस्ति तदनन्तरं तत्र यः अस्ति तत्र विसर्गसन्धि इति मध्ये विसर्गस्य लोपः भवति यः इयः तदनन्तरं ते वदन्ति यत् आद्गुणः इति सूत्रेण गुणं करणीयं यतोपि पूर्वत्र सिद्धम् अस्ति परन्तु ते वदन्ति यत् गुणकार्यं करोतु अत्र लिखितमस्ति खलु साधारणतया अत्र गुणसन्धिः आद्गुणः न भवति यतोहि विसर्गसन्धि असिद्ध भवति पूर्वत्र सिद्धम् इत्यनेन परन्तु अस्मिन् पक्षे ते वैयाकरणाः वदन्ति यत् अत्र गुणसन्धि भवति जस्ट् टु अचीव् दट् ये यः इति रूपं देशे दूतगुणसन्धि पुनः अन्य वैयाकरणाः वदन्ति यत् सूत्रं स्वयम् अतो यासि यः इति एव अस्ति न तु अतो येयः ते वदन्ति यत् सूत्रमेव अतो येयः नास्ति परन्तु अतो यासियः एव अस्ति अत्र यासियः यत् अस्ति तत् षष्ठी तत्पुरुषसमासः कथं यासः इयः तस्य षष्ठी तत्पुरुषसमासः भवति यासियः सो दे से दट् अतो येयः इस् नाट् द करेक्ट् फार्म् अतो यासियः इस् द करेक्ट् फार्म् वेर् यासिः इस् एक्चुलि षष्ठी तत्पुरुषसमासः यासः इयः यासियः So there are multiple schools here. That's why it is a controversial, it's a like a controversial topic, like what is the correct form. But as I explained to you, one line of thought is what I explained to you. And hopefully that line clarifies why Sutre yadhyapi ya asti, tadhyapi tatra ya tasya artham asti yasah. Nama yasut agamasya yad yasa asti tasya sthane iya karaniyam. That is what it means. So that is all that that is it there is to it. It is not very, it is not primary to this discussion, but it is just for, it is just to remove the doubt why, how do we know that Sutre ya likhitam asti, but actually it means yasa. That is, this is how it proceeds. Pariyatra, adhuna asmakam parasmi padidhatu naam krite, लट् लोट् लङ् विधिलिङ्ग् नाम सार्वधातुकलकाराणां सिद्धतिङ् प्रत्ययः अस्माभिः अदन्त अङ्गानां कृते अस्माभिः सिद्धतिङ् प्रत्ययाः दृष्टाः तर्हि अदन्त अङ्गं परस्मैपदी धातु सार्वधातुकलकार लट् लोट् लङ् विधिलिङ्ग् अधुना वयं सर्वे सूत्रस्य सूत्राधारेण वयं सर्वे वक्तुं शक्नुमः यत् उक्तुं शक्नुमः यत् प्रत्ययाः के सन्ति गत अधुना अग्रिमरविवासरे वयं किं कुर्मः आत्मनेपदि धातु अदन्तम् अङ्गं लट् लोट् लङ् विधि आत्मनेपदानां कृते कार्यं कथं भवति सूत्राणि कानि कानि सन्ति इति वयम् अग्रे पठामः तर्हि इदानीं पर्यन्तं परस्मैपदि धातूनां कृते यत् अस्माभिः पठितं तत्र कस्यापि प्रश्नः अस्ति वा न महोदय अस्तु एकवारं पुनः ध्वनिमुद्रणं शृणोतु किम् अस्तु तर्हि नमस्कारः प्रश्नः नास्ति चेत् शुभरात्रि शुभदिनं धन्यवादः